नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अद्य आरभ्य वयं दिवादिगणः इति पाठः पठामः। तत्र वयं गतसप्ताहे भुआदिगणः इति प्रथमगणः तस्मिन् विषये पठितवन्तः। तत्र वयं सामान्यदातवः विशेषदातवः इति दृष्टवन्तः। सामान्यदातवः तु गुणकार्यस्य प्रसक्तिः अस्ति, कर्तरि शप् इति सूत्रेण शप् विहितः भवति। अनन्तरं सामान्यदातवः सन्ति चेत् यत्र उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति। अन्ते यदा इक् वर्णः दीर्घ वा ह्रस्व वा अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति इति दृष्टवन्तः। अनन्तरं विशेषदातवः यत्र दात्वा देशः वा किमपि विशिष्टकार्यं यदा वयम् इषुगमीयमांसः इति सूत्रं दृष्टवन्तः। यत्र गम् धातोः गच् इति धातु आदेशः भवति इति तादृशकार्याणि विशेषकार्याणि अस्ति इति द्वितीयभागे विशेषदातवः इति भागे दृष्टवन्तः। इतोपि केचन दातवः दृष्टवन्तः ये भुआदिगणे अपि अस्ति, भुआदिगणे विशेषसूत्रेण अस्ति, परन्तु यत् साधारणतया अन्येषु गणेषु अपि तस्य तद् उल्लिखितम् अस्ति इति। केचन दातवः तु भुआदिगणीयदातवः अन्येषु गणेषु अस्ति इति द्विप्रकारकः अपि वयं दृष्टवन्तः। अनन्तरम् इदानीं द्विवादिगणः अस्माकं चतुष्टगणः अस्तु, तत्र पठामः अद्य आरभ्य। तत्रापि समानरीत्या एव आगच्छति, प्रथमं सामान्यदातवः अनन्तरं विशेषदातवः इत्येव आगच्छति। मनसि भवेत् अङ्गम् अदन्तम् अस्ति अस्मिन् गणे अपि अङ्गम् अदन्तम् इत्येव मनसि भवेत्। कथं भिद्यते भिद्यति भुआदिगणेन इति इदानीं पश्यामः। अरुणा भगिनी पठति वा? आं भगिनि, दिवादिगणे कर्तर्त्रे सार्वधातुकप्रत्यये परे धातुभ्यः षण् विकरणप्रत्यय विहितः अस्ति। सर्वप्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तद् कर्तरि तदा कर्तरि शप् सूत्रं प्रभाद्य दिवादिभ्यः षण् आगत्य कार्यं करोति। किमर्थम्? अस्यां दशायां दिवादिभ्यः षण् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति। कर्तरिशप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अतः दिवादिभ्यः षण् कर्तरिशप् इत्यस्य अपवादसूत्रम् पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरबलीयः इति परिभाषात् यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्, अतः अत्र दिवादिभ्यशन् इति सूत्रस्य कार्यं सिद्ध्यति। दिवादिगणे कर्तत्रे सार्वधातुक प्रत्यये परे विकरणप्रत्यय आगच्छति शन् इति। सर्वं प्रथमं कर्तरि शप् इत्येन शप् विहितः, तदनन्तरं कर्तरि शप् सूत्रं प्रभाद्य दिवादिभ्यः शन् इति आगत्य कार्यं करोति। किमर्थं दिवादिभ्यः शन् कार्यं करोति इति प्रश्न उदेति, उत्तरमस्ति कर्तृश दिवादिभ्यशन् अपवादसूत्रमस्ति, ततः परिभाषासूत्रसहायं करोति। पूर्वपरनित्य अन्तरङ्ग अपवादनाम् उत्तरोत्तरबलीयः, ततः दिवादिभ्यशनि सूत्रकार्यं सिद्ध्यति। अपवादसूत्रं कर्तरिशप्यस्य अपवादसूत्रं, ततः दिवादिभ्यः एव कार्यं करोति। सम्यक्, अपवादसूत्रम् अस्ति। कर्तरीशप् एव सर्वप्रथमं विहितः. सर्वेषु गणेषु कर्तरीशप् एव, कर्तरार्थे सर्वधातुकप्रत्यये परे अस्ति चेत् कर्तरीशप् एव विहितः भवति. अनन्तरमेव गणमनुसृत्य यदा इदानीम् अस्माकं तु दिवादिगणः, अतः शन् इति प्रत्ययः आगच्छति. अत्र यदा शन् इति प्रत्ययः न विहितः भवति चेत् तस्य अन्यत्र लब्ध अवकाशः न भवति इति कारणात् अपवादसूत्रम्. तत्र अस्माकं परिभाषा अस्ति पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. उत्तरोत्तरं पूर्वस्य अपेक्षया परसूत्रं बलवत्. विप्रतिषेधे परं कार्यं वयं जानीमः, पूर्वसूत्रस्य अपेक्षया परसूत्रं, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्. नित्यसूत्रम् इत्युक्ते किम् इति अस्मिन् पाठे एव वयं पश्यामः. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्. अन्तरङ्गसूत्रम् इदानीं न आगच्छति, अनन्तरम् आगच्छति, तदपि वयं पश्यामः. अनन्तरम् अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति. यदा अपवादसूत्रमस्ति चेत् तत्र सूत्रसङ्ख्या न द्रष्टव्या, तद् मनसि भवेत्. अतः इदानीं दिवादिभ्यः शन् इति सूत्रम् अत्र कार्यं करोति. उत्तमं भगिनी, सूत्रमपि पठतु भगिनि. दिवादिभ्यः शन् तृतीय अध्याये प्रथमपादे नवषष्टिसूत्रं दिवादिगणे स्थितेभ्यः धातुभ्यः षण् प्रत्ययः भवति कर्तर्थकः सर्वधातुकप्रत्यये परे. दिव् आदिः येषां ते दिवादिभ्यः बहुभिः समासः तेभ्यः दिवादिभ्यः. दिवादिभ्यः पञ्चम्यन्तं षण् प्रथमान्तं दिवादि द्विपदमिदं सूत्रं कर्तरिष इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः अनेकाचो हलादेः क्रियासमाभिहारे यङ् सूत्रमपि तृतीय अध्याये प्रथमपादे द्विविंशत् सूत्रम् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दिवादिभ्यः धातुभ्यः षण् प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र दिवादिभ्यः षण् सूत्रस्य विवरणं करोति. दिवादिगणे स्थितेभ्यः धातुभ्यः षण् प्रत्ययः भवति कर्तर्तुक सार्वधातुकप्रत्यये परे निमित्तमस्ति. सम्यक्, निमित्तं कर्तरि सार्वधातुके. दिवादिभ्यः विवरणं करोति. दिव् आदिः येषां ते दिवादयः बहुभिः समासः तेभ्यः दिवादिभ्यः पदं समस्तपदम् आगच्छति. दिवादिभ्यः पञ्चमान्तं षण् पदमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसूत्र कर्तरिषप् सार्वधातुके कर्तरिषप् सूत्रे सूत्रात् कर्तरि सार्वधातुके यक् सूत्रात् सार्वधातुके प्रत्ययः परश्च एतनयोः अधिकारः यङ् अपि आगच्छति. धातोः अधिकारः तः अनुवृत्तिसहितसूत्रं दिवादिभ्यः धातुभ्यः षण् प्रत्ययः परश्च कर्तरि सार्वधातुके इति पठति. सम्यक्. अतः अत्र षण् प्रत्ययः विहितः भवति कर्त्रार्थे सार्वधातुकप्रत्यये परे इति आगच्छति. धन्यवादः भगिनि. रघुपतिमहोदय पठति वा? कर्तरि शप् तृतीयाध्यायस्य प्रथमपादस्य अष्टषष्टितमसूत्रमस्ति. धातुतः शप् प्रत्ययः भवति कर्तर्थकसार्वर्थकप्रत्यये परि अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि स्वरदात्के कर्तरि शप् इति वयं दृष्टवन्तः पूर्वं शप् प्रत्ययविहितः धातुभ्यः कर्तरि सार्वर्थके इति औत्सर्गिकसूत्रमस्ति सर्वत्र भवति. अनन्तरं तत् प्रतिपाद्य कर्तरिश प्रति प्रभाद्य अन्याः विकरणप्रत्ययाः विहिताः भवन्ति दिवादिभ्यषन् इत्यादि. अयं षन् प्रत्ययः षित् इति कारणतः तिङ्क्षित् सारधातुकम् इति सूत्रेण सारधातुकप्रत्ययः. तस्मात् कारणात् षन् प्रत्यये परे सारधातुकार्धातुकयोः पुगन्तलगुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितं. परन्तु षन् अपित् अतः सारधातुकम् अपित् इति सूत्रेण णित्वत् अथवा णिति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धम्. अग्रे अपि पठित्वा आम् अग्रे अस्तु सारदातकम् अपित् अपित् सारदातकं णित् इव अस्ति. सारदातकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमितं सूत्रं गाड्कुटादिभ्यो निनिन्त गाङ्कुटादिभ्यो इत्यस्मात् इत्यस्य आम् बहु किमपि अनुनासिका अस्ति अत्र सर्वम् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमध्ये सार्धातुकम् अपित् नित् ङिति च इति अस्तु. इदानीं कर्तरिशप्रभाद्य षन् प्रत्यय धातुभ्यः षन् सोरि दीवादिभ्यः षन् इति सूत्रम् आगच्छति. एतत् अपवादसूत्रं कर्तरिशप् इत्यस्य. इदानीं षन् प्रत्यय अस्ति षित् अस्ति अतः तिङ्क्षित् सार्धातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुकप्रत्ययः अस्ति एतत् षन् प्रत्ययः एषः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अतः तत्र प्रसक्तिः अस्ति सूत्रद्वयस्य गुणकार्यस्य. प्रथमं तु सार्वधातुकार्धातुकयोः इति यत्र इक् वर्णाः सन्ति अन्ते आङ्गस्य अन्ते तदा गुणः भवति इकवर्णाय लघु अपि च दीर्घ अपि. अन्यत् सूत्रमस्ति पुगन्तलघुपद्यस्य च तत्र ह्रस्व इगन्त वर्णाः सन्ति चेत् गुणः भवति. परन्तु यदि यद् षित् अस्ति परन्तु पित् अपि भवेत् परन्तु अत्र षन् अति अपित् अस्ति अपित् इत्यनेन गुणस्य अवकाशः नास्ति. किमर्थमिति चेत् अन्यसूत्रमस्ति सारधातुकम् अपित् णित्वत् भवति इति. सारधातुकम् अपित् सारधातुकम् अपित् णित् इति अस्ति. इदानीं णित् इति णिति च इति सूत्रं वदति गुणवृद्धिः न इति वदति णिति च इति. अतः अत्र गुणः न भवति षन् प्रत्यय अस्ति अपित् अस्ति अतः इदानीं णिति च इति सूत्रस्य विवरणमस्ति. यः प्रत्यय गित् कित् अथवा णित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकारस्थाने गुणः वा वृद्धिः वा भवति स्म स गुणवृद्धिः न भवति. ग च क च गकार ककार ङकार च तेषाम् इतरेतरद्वन्द्व कङ कङ्ग इत्तः यस्य सः कितः यस्मिन् परे किति द्वन्द्वगर्भबहुव्रीहि समासः अत्र ग स्थाने ककारः किमर्थं खरीच इति सूत्रेण यदि खरी कर्वर्णः अस्ति चेत् चत्वं भवति खरीच ककारस्य स्थाने ककार अस्तु चत्वं भवति चत्वं चत्वसन्ध्यस्य प्रसक्तिः इति च सप्तम्यन्तम् अव्ययपदं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृत्ति इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपार्धातुक इत्यस्मात् न इत्यस्य अनुवृत्तिः सहितसूत्रमस्ति नीति च इकः गुणवृद्धिः यत्र नीति च इति अस्ति नित् अस्ति यत्र कित् अथवा नित् अस्ति गित् अस्ति तत्र गुणस्य प्रसक्तिः नास्ति गुण अथवा वृद्धेः यत् किमपि अस्ति सूत्राणि सन्ति यानि कानि सूत्राणि सन्ति गुणवृद्धिः न भवति यत्र कित् अथवा नित् भवति नित् अस्ति नित् प्रत्यये पदे गुण न भवति वृद्धिः अपि न भवति अतः तेन आधारेण अपित् सरदतकम् अपित् नित् इति अस्ति अतः गुणवृद्धिः न भवति शन् दिवादिगणे न भवति आम् कित् कित् गित् कित् नित् इति निमित्तत्रयं वयं तु पूर्वं प्रायः गित् गित् विषये दृष्टवन्तः एकः एव दातुः इति अस्ति आमां पूर्वं बहुपूर्वं बहुपूर्वं सम्यक् अस्तु सम्यक् आम् राजेन्द्रमहोदय अग्रे पठति वा प्रश्नः उदेति यत् शन् प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु यथा द्यु धातुः योग तिप् तिप् तु सार्वधातुकः अतः अनेन किमर्थं न गुणः उत्तरमस्ति यत् शन् विधानं नित्यं तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धम् पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः परिभाषा अष्टत्रिंशतिः अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति अन्तरङ्गसूत्रस्य अपेक्षया पादसूत्रं बलवत् भवति अत्र प्रश्नः उदेति शन् यथा महोदयेन पठितं शन् प्रत्ययः अपि अस्ति परन्तु तस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवति यथा धातुयोग तिप् तत् आगच्छति तत् तिप् तु सार्वधातुकः पित् अपि अस्ति तत्र अनेन तं किमर्थं तत् गुणकार्यं न भवति तथा उत्तरम् अस्ति यत् शनः विधानं नित्यं तत् विधानं तु नित्यम् अस्ति तिपः गुणकार्यम् अनित्यं तिप् तिप् आधारीकृत गुणकार्यम् अनित्यम् अस्ति तत् कारणेन तत् गुणकार्यं निषिद्धं यथा परिभाषासूत्रे वयं पठितवन्तः पूर्वपरनित्य अनित्य नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः नित्यसूत्रं बलिः अस्ति अनित्यसूत्रस्य अपेक्षया तत्कारणात् तत्र शन् विधानं नित्यम् अस्ति परन्तु तिपः आधारीकृत विधानम् अनित्यम् अस्ति तत्कारणात् तत्र गुणकार्यं न भवति गुणकार्यं निषिद्धम् अस्ति अनेन पूर्वसूत्रस्य अपेक्षा परसूत्रं बलवत् भवति परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति नित्यसूत्रस्य अपेक्षा अन्तरङ्गसूत्रं बलवत् अस्ति अन्तरङ्गसूत्रस्य अपेक्षया अपादसूत्रं बलवत् भवति तत् यः परिभाषा सूत्रम् अस्ति परिभाषा अष्टत्रिंशति परिभाषा अस्ति ततः तत् आगच्छति तत्र परसूत्रस्य अपेक्षा पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् तस्य अपेक्षा नित्यसूत्रं तस्य अपेक्षा अन्तरङ्गसूत्रम् अपि च तस्य अपेक्षा अपादसूत्रं बलवत् भवति तत् कार तथैव तत् कार्य प्रक्रिया च प्रचलति प्रचलति इदानीम्। अग्रे अपि पठतु महोदय, नित्यम् इत्युक्ते किम् इति। नित्यं नित्यं कृताकृतिप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते। समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु। द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारितः, तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते। नित्यं नाम तस्य प्रसक्तिः पूर्वम् अपि आसीत् अनन्तरम् अपि आसीत्। यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथमेव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्। अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति। पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि सत्यपि पूर्वम् आयाति। नित्यम् इत्युक्ते किं, तस्य विवरणमस्ति अत्र। कृताकृति प्रसङ्गी यः विधिः भवति सः नित्यः भवति। यदि सूत्रद्वयं तत्र समानकाले समानसत्ले द्वयोः सूत्रयोः प्रसक्तिरस्ति अस्ति इति चिन्तयामः चेत् द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्ति कारितः, तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति। पूर्वस्य सूत्रस्य एकसूत्रस्य प्रवृत्तिः यदा वयं कर्म कुर्मः तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिर् अस्ति चेत् तस्यां दिशायाम् अपरं सूत्रं तत्र नित्यम् अस्ति। तत् नित्यसूत्रम् इति उच्यते, तत् कारणात् तस्य कार्यं प्रथमं भवति। नित्यं नाम यद्यपि सूत्रं पूर्वं भवेत् परं न भवेत् सूत्रं न भवेत् तथापि तस्य कार्यं प्रथमं भवति। यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथमम् एव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्। अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति। यथा परिभाषासूत्रे वयं पश्यन्तः पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् अस्ति, परन्तु यदि पूर्वसूत्रं नित्यम् अस्ति तथापि परसूत्रस्य यद्यपि तत् प्रसक्तिः अस्ति परन्तु पूर्वसूत्रम् एव तत्र कार्यं करोति परिभाषायाः। अतः अत्र तिप् इति पूर्वसूत्रमस्ति खलु। तदेव मम प्रश्नः, दिव्योगः तिप् इति धातुः, दिव् तिप् इति प्रत्ययः, सूत्रद्वयम् अस्ति इति उक्तवन्तः किल, के ते? एतत् तिप् तत्सि लस्य इति न दिव्योगः तिप् इति स्थितौ तत्र प्रथममेव गुणकार्यस्य प्रसक्तिः इति उक्तवन्तः किल, गुणकार्यं किमर्थं न गुणकार्यं भवतु इति, केन सूत्रेण गुणः भवति तत्र? हा, तुपुकन्तलघुवृत्तस्य अपि च सरदत्कारदन्तकयोः इति सूत्रेण। परन्तु अत्र कस्य प्रसक्तिः, दिव्योगः तिप् इति स्थितौ पुगन्तलघुपदस्य च, अन्यत् सूत्रं किम्? पुगन्तलघु अपि च सारदत्तकारदन्तकयोः इति सूत्रमस्ति, तस्य प्रसक्तिः अस्ति वा अत्र? नास्ति, तत्र नास्ति। अतः अन्यसूत्रं किम्? अन्यसूत्रमस्ति कर्तरि शप् तत् प्रबाद्य दिवादिभ्यः ष्यन् इति, दिवादिभ्यः ष्यन् इति। अतः सूत्रद्वयम् इत्युक्ते पुगन्तलघुपदस्य च इत्यस्यापि प्रसक्तिः अस्ति अत्र, दिवादिभ्यः ष्यन् इत्यस्यापि प्रसक्तिः अस्ति, परन्तु पुगन्तलघुपदस्य च इति सूत्रसङ्ख्या परसूत्रमस्ति किल, सूत्रसङ्ख्या अशीति सूत्रमस्ति। पुनः महोदय, सप्तम अध्याये तृतीयपादे षट् अस्ति इति सूत्रमस्ति. उपरि लिखितमासीत् अस्ति दिवादिभ्यः श्यन्तु तृतीय अध्यायस्य सूत्रमस्ति. परसूत्रम् इति पश्यामः चेत् पुगन्तलघुपदस्य च एव परसूत्रं. तत्र वयं पूर्वपर नित्यान्तरङ्ग इति स्वीकुर्मः चेत् परसूत्रात् पुगन्तलघुपदस्य च इत्यस्य एव अवकाशः भवति किल. अवगच्छति किल एतावत्. अस्तु, इदानीं किं भवति, इदानीं किं चर्चा इत्युक्ते, दिव्योगः तिप् इति यदा पुगन्तलघुपदस्य परसूत्रम् इति कारणात् तस्य कार्यं भवति चेत् देव्योगः तिप् इति भवति, गुणः भवति, अनन्तरं देव्योगः तिप् इति भवति. इदानीमपि शन् इति दिवादिभ्यः शन् इति सूत्रस्य अवकाशः अस्ति. सार्वधातु कर्त्रार्थे सार्वधातुकप्रत्यये परे दिवादिभ्यः शन् इति सूत्रेण शन् विहितः भवति किल. अतः तस्य सूत्रं, तत् सूत्रं दिवादिभ्यः शन् इति सूत्रं कृताकृतप्रसङ्गी. पूर्वमपि तस्य प्रसक्तिः अस्ति, अपरमपि तस्य प्रसक्तिः अस्ति. अतः तद् नित्यसूत्रं, नित्यम् इति तस्य नाम. नित्यम् इत्युक्ते तस्य प्रसक्तिः पूर्वमपि भवति, पूर्वमपि भवेत्, अनन्तरमपि तस्य प्रसक्तिः भवेत् इति कारणेन तद् नित्यसूत्रम्. अतः तद् सूत्रमेव इदानीं कार्यं करोति. पुगन्तलघुपदस्य च इति सूत्रम् अत्र न कार्यं करोति, तस्य अवकाशः अत्र न भवति. अवगच्छति वा? आम् आं भगिनि. तद् तदेव मुख्यबिन्दुः. कृता अकृतप्रसङ्गी, प्रसङ्गं यत्र कृतम् अकृतम्, कार्यं पूर्वं भवतु वा अनन्तरं वा तस्य कार्यं भवति एव. दिवादिभ्यः शन् इत्यस्य कार्यं भवति एव, अतः नित्यम्. इदानीं प्रश्नः, इदानीं दिव्योगः शन् योगः तिप् इति अस्ति, इदानीं पुगन्तलघुपदस्य च इत्यस्य अवकाशः अस्ति वा? नास्ति. किमर्थम्? शन् अपित् अस्ति, अतः निति च सार्वदतकम् अपित् नित् इति सूत्रेण. अतः पुगन्तलघुपदस्य च इति नित्यसूत्रं नास्ति. अतः यदा वयं सूत्रद्वयं परिशीलयामः, नित्यसूत्रम् अस्ति इति यदा परिशीलनं कुर्मः, तत्र रिवर्स् इत्यपि परिशीलनम् आवश्यकम् एव. तत् सूत्रं नित्यं वा इति अपि परिशीलनम् आवश्यकम् एव. अस्तु, गुणः नित्यं वा इति परिशीलनीयं. यदा शन् इति भवति, अनन्तरं तस्य अपि अवकाशः अस्ति वा इति द्रष्टव्यम्. तत्र एव एतद् अन्तरङ्गम् इति आगच्छति, अनन्तरं वयं पठामः प्रायः. अस्मिन् पाठे एव अस्ति वा अग्रिमपाठे भवति, तस्मिन् समये एव अन्तरङ्गम् इति आगच्छति. नित्य अन्तरङ्गयोः तत्र कार्यं भवति. अस्तु, अतः प्रसक्तिः पूर्वमपि अस्ति आसीत्, अनन्तरमपि अस्ति चेत् तस्य नाम नित्यम्. कृता अकृतप्रसङ्गी. अपरं सूत्रं कार्यं करोति वा न करोति वा अस्य सूत्रस्य प्रसक्तिः अस्ति, तदेव कृता अकृतप्रसङ्गी. कृतप्रसङ्गी इति नपुंसकलिङ्ग अस्ति वा भगिनि? कृतप्रसङ्गी इति युक्ते तस्मिन् अस्माकं प्रत्ययः तद्धितप्रत्ययः अस्ति अस्मिन् वा. किं प्रत्ययः तस्य नाम? इनि इनि इति प्रत्ययः. इनि इनि इयस्सुन् प्रत्ययः. अस्तु, विद्यार्थिनि विद्यार्थिनि. न्यायशास्त्रे बहुवारम् आगच्छति किल तत् प्रत्ययः. महोदय, राजेन्द्रमहोदय स्मरति वा? तादृशं न, तदेव वा. गुणिन् इति यस्य गुणः अस्ति तद् गुणिन्. गुणिन् विद्या तत्र इनि प्रत्ययः इनि इति प्रत्ययः इयसु नास्ति महोदय. भगिनी अत्र विशेषणविशेषभावः अस्ति वा कृताकृत अकृतप्रसङ्गे? कृता अकृतप्रसङ्गः प्रसङ्गी कृतप्रसङ्गे विधिः विधीय विधीति स्त्रीलिङ्ग वा? न न, यस्य अस्मिन् गुणः अस्ति तद् कृत प्रसङ्गः. यद् कृतः अकृतः यस्य यस्मिन् वा इति अर्थे एव तद् इनि एव प्रत्ययः इति चिन्तयामि. कयोः मध्ये विशेषणविशेष्यभावः इति उक्तवान् महोदय? अहं चिन्तितवान् भगिनी कृता अकृत एवं प्रसङ्गी. ओ एवं वा, प्रायः भवति एव किल. प्रसङ्गः कीदृशप्रसङ्गः? कृत अकृतप्रसङ्गः. परन्तु तदेव अस्मिन् प्रत्ययेन उक्तमस्ति, कृता अकृतप्रसङ्गी इत्युक्ते यत् प्रसङ्गः कृतः वा अकृतः वा. नष्ट्या न जानामि, परन्तु तत् वयम् एतादृश तत्र न्यायशास्त्रे एव दृष्टवन्तः. ईकारः यत्र अस्मिन् यस्य यस्मिन् अस्ति वा इति किमपि अहं किञ्चित् चिन्तयित्वा वदामि. तत्र इदानीं ब्लाङ्क् अभवत्. अस्तु अस्तु, अतः तत्र प्रसक्तिः पूर्वमपि अस्ति अनन्तरमपि अस्ति इति नित्यं नित्यसूत्रम् इति वदामः. महोदय भवानेव तत् समापयति वा राजेन्द्रमहोदय? तर्हि आहत्य दिवादिगणे शन् विहितः शन् च नित्वत् अस्य एकः परिणामः गुणनिषेधः. परन्तु प्रत्ययस्य नित्वत् च भावनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति. तेषु त्रयः प्रमुखाः अधोलिखिताः. दिवादिगणे शन् विहितः भवति, तत् शन् तु नित्वत् अस्ति, तत्कारणात् तत् एकः परिणामः अस्ति, गुणनिषेधः अस्ति. यथा शन् नित्वत् अस्ति तत्कारणात् तत् गुणनिषेधः भवति. परन्तु प्रत्ययस्य नित्वत् च भवनेन तत् केवलं गुणनिषेधः न, अपि च अनेके प्रभावाः सन्ति. तेषु त्रयः प्रमुखाः अधोलिखिताः सन्ति. गुणनिषेधः तु अस्ति एव, परन्तु तद् अनन्तरं तत् अन्य प्रभावाः अपि सन्ति यस्मिन् त्रयः प्रमुखाः अधोलिखिताः सन्ति. धन्यवादः महोदय. अरुणा भगिनी? आं महोदय, प्रश्नः अस्ति वा? अरुणा भगिनी? आं भगिनि. यः कोऽपि प्रत्ययः इति, यः कोऽपि प्रत्ययः कित् नित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथा सङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. पठामि वा? अङ्गान्ते उपादायां स एकः गुणः निषिद्धः. दिवादौ पि धातुयोगः शन् ते पीयते, पुष् योगः शन् योगः इति उष्यति, किनिति च इति सूत्रेण अनादित् धातूनाम् उपादायां न लोपः. येषां धातूनाम् इत् संज्ञकः इत् अश्वैकारः नास्ति, तेषां धातूनाम् उपादायां नकारः अस्ति चेत् तस्य लोपो भवति. भ्रंश योगः शन् योगः इति भ्रश्यति, भ्रंश योगः शन् योगः शत्रु भ्रश्यत् अनदितां हल् उपादाया किदिति च सूत्रेण. सम्प्रसाराणि सम्प्रसारिणीनां धातूनां सम्प्रसारणं यन् स्थाने इक् आदेशः यन् सन्धौ यथा भवति तस्य विपरीतक्रमः किति निति प्रत्ययपरे व्यद् योगः शन् योगः ति विद्यति ग्रहीज्या वै व्यधि वृष्टि विचति वृष्यति पृच्छति वृक्षतीनां इति च अन्यानि कित् निमित्तकानि कार्याणि यथा सङ्गं वर्षन्ते. सम्प्रति धातूनाम् अयोजनशैली एकवारं स्मरणीया एकैकस्मिन् पाठे अन्या शैल्या धातूनां चिन्तनं प्रवर्तिष्यते. वदतु भगिनि, अवगच्छति वा? आं भगिनि, शन् दिवालिगणे शन् विकर्णप्रत्ययविहितः भवति. शन् निद्वत् अस्ति, अतः यस्य प्रथमं कार्यं परिणामगुणनिषेधः कार्यं करोति निद्वत् भावेन. परन्तु प्रत्ययस्य निद्वत् च भावेन केवलं गणस्य निषेधं नास्ति, परन्तु त्रयः प्रमुख कार्यं भवन्ति. प्रथमं यः कोऽपि प्रत्ययनित् कित् नित्वं भवति तं प्रत्ययं निमित्तकृत्य पूर्वं स्थिति अङ्गे यथासङ्ग्न त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. प्रथमं कार्यम् अङ्गान्ते उपधायां च इक् इकः गुणः निषिद्धः. उदाहरणं द्विवादौ द्विवादिगणे धातु पि योगः शन् योगः ते पीयते रूपं भवति. पुष् धातु योगः शन् योगः ति पुष्यति केन सूत्रेण किन्निति च सूत्रेण. द्वितीयविशिष्टकार्यम् अनदित् धातूनाम् उपधायां च नकारः लोपो भवति. अनदित् इति वर्णनं विचारम् येषां धातूनाम् इत् नकः इत् हस्वैकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. शन् प्रत्ययपरे नितिः प्रत्ययपरे ब्रंश् धातु शन् योगः इति भ्रश्यति रूपं भवति. ब्रंश् शत्रुप्रत्यय प्रातिपदिकं निर्मितसमये ब्रंश् योगाशन् योगशत्रु पश्यत् इति अनिदितां हल् उपधायः किलीति च सूत्रेण. तृतीयविशिष्टकार्यं सम्प्रसारणीनां धातूनां सम्प्रसारणं सम्प्रसारणमिति यन् स्थाने इक् आदेशः भवति. यन् सन्धौ यथा भवति तस्य विपरीतक्रमः. किति निति प्रत्ययपरे उदाहरणं व्यद् योगः शन् योगः ति विद्यति भवति. गर्हि जया वये व्यधि वष्टि विचति पृच्छति पृच्छति गृज्यतीनां निति च सूत्रेण. सम्प्रसारणं न अवगतं भगिनि. तत् पठामः, अस्मिन् पाठे एव अस्ति, तद् पूर्णतया पठामः. परन्तु अत्र त्रीणि मुख्यकार्याणि अपित्वात् अपित्वम् अस्ति अस्मिन् गणे दिवादिभ्यः शन् इत्यनेन. तत्र नित्वत् भवति, अनन्तरं निति च इति सूत्रेण गुणनिषेधः. अत्र त्रीणि मुख्यकार्याणि यदा भवती उक्तवती गुणनिषेधः, अनन्तरम् अनिदितां हल उपधायां निति इति सूत्रेण, यत्र कित् ङित् प्रत्ययः परे अस्ति चेत् हलः इत्युक्ते हलन्तधातुः हलन्तदातवः, तदपि वयं पठामः सूत्रं पूर्णतया. तत्र अनिदित् धातुः अस्ति चेत् उपधायां तस्य नकारस्य लोपः, अनन्तरं सम्प्रसारणकार्यं वयं पूर्णतया अत्र पठामः. यण् सन्धौ विपरीतक्रमः इत्युक्ते यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेपस्य स्थाने ऋकारः, त तावदेव, परन्तु तत्र किमपि अन्यत् किमपि अस्ति तदपि वयं पठामः. अत्रापि कित् ङित् प्रत्यये परे एव ङिति च इति अस्ति किल अनुवृत्तिः. अतः प्रमुखकार्याणि त्रयं तदेव अत्र मुख्यबिन्दुः अस्ति. वदतु महोदय. पीयते इति अस्ति, तत् पादातु अपि अस्ति खलु, तद् अर्थमेव खलु एतत् पीयते इति. आम् आम् आम्, परन्तु धातुः भिन्नं. पीता तत् पादातु अस्ति, परन्तु तस्य कर्मणि अपि पीयते इति भवति रूपं लटि, तत् पीयते इति पादातु अपि कर्मणि वा. हा कर्मणि अहं दृष्टवान् आसीत्, अहम् इदानीं दृष्टवान् दिवादि अपि अस्ति, लटि रूपम् अस्ति, लट् कर्तरि रूपम् अस्ति इति. पादातु कर्मणि प्रयोगे पीयते इति भवति, ईकार आदेशः भवति यत् अस्ति. भिन्नसूत्रेण भवति किल, भिन्नसूत्रेण अस्ति. भिन्नसूत्रे यक् प्रत्ययः तत्र ईकार किमपि भवति, गीयते गै धातु अस्ति, गा भवति, गीयते इति भवति तत्र कर्मणि प्रयोगे. अत्र कर्तरि कर्मण्यर्थे यक् इति सूत्रमस्ति प्रायः, तत्र भिन्नप्रक्रिया अपि भिन्ना भिन्नप्रक्रिया. आमां, ये समानरूपमस्ति बट् कर्मणि अस्ति, अत्र कर्तरि अस्ति. आम् पर आम्, तत्तु वयं यदा वाक्यस्तरे अस्ति चेत् वयम् अवगन्तुं शक्नुमः. सः पीयते तेन पीयते इति अस्ति चेत् तत्र कर्मणि कर्तरि इति वयम् अवगन्तुं शक्नुमः. परन्तु पीयते न जानीमः चेत् किमपि न कर्तुं शक्नुमः. एतत् कर्तरी अपि अस्ति इति इदानीमेव दृष्टवान् आसीत्, पीयते इति. अहं दृष्टवान् चिन्तितवान् पीयते इति कर्मणि किमर्थम् अत्र योग शन्येव ते. अस्तु सम्यक्. आं भवान् एव अग्रे पठतु महोदय. आम् सम्प्रति धातूनाम् आयोजन दातवः चतुर्दशविधाः दातवः चतुर्दशविधाः अस्तु. एकवारं धातूनाम् आयोजनपद्धति का, किमर्थं च इति स्मरणीया. क्षम्यतां, वयं जानीमः यत् पाणिनेयसूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि पुंसि अकारान्तशब्दाः देव इव, इकारान्तशब्दाः मुनि इव, उकारान्तशब्दाः गुरु इव, ऋकारान्तशब्दाः कर्तु इव. स्त्रियां लता नदी मति धेनु मातुः मातृ क्लीबे वन मधु वारि अपि तथा. नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत् बहूनां शब्दान् जानीमः एव. अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव. रामशब्दस्य उत्पत्तिः प्रदर्शिता, इयं च उत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः. तथैव अग्रे अपि सर्वेषां प्रातिपदिकानां कृते. अस्तु, दातव चतुर्दशविधाः इति दत्तमस्ति. प्रक्रियादृष्ट्या एवं चतुर्दशविधाः चतुर्दशविधौ विभजनं कृतमस्ति. तेषाम् आयोजनपद्धति कथं पद्धति का इति किमर्थं तादृशी पद्धतिः धातोः इति वयम् एक पठेम. सूत्राणि पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपद अनुसृत्य आयोजितानि सूत्राणि, यत् यानि सूत्राणि पाणिनी अष्टाध्यायी सन्ति तानि यत्र सुबन्तप्रकरणे प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि, यथा अकारान्तशब्द देव, इकारान्तशब्द अनन्तरम् उकारान्त गुरु, ऋकारान्त कर्त्रीव, तथैव स्त्रियामपि आकारान्त ईकारान्त इकारान्त उकारान्त ऋकारान्त, नपुंसकलिङ्गे अपि अकारान्त उकारान्त इकारान्त एतादृशानि. यदि एकस्य शब्दस्य प्रक्रिया जानीमः चेत् यत् तद् तादृशशब्दस्य शब्दानाम् अन्यानामपि वयं ज्ञातुं शक्नुमः. यथा देवशब्दः अस्ति, अकारान्तशब्दः अस्ति. यदि अकारान्त शब्दस्य सप्तविभक्तयः कथं भवति इति वयं जानीमश्चेत् अकारान्त सर्वे अकारान्तशब्दानां वयं विभक्तिरूपाणि ज्ञातुं शक्नुमः इति अस्ति. अत्र दत्तमस्ति प्रक्रियादृष्ट्या सिद्धान्तकौमुदी इति यत् प्रक्रियाग्रन्थमस्ति, तत्रापि तादृशी प्रक्रिया अपि तेन प्रतिपादितः, यथा अकारान्त ऐकारान्त इति अन्तिम अन्तपदम् अनुसृत्य एव. अग्रे पठ, सम्यक् वा भगिनि? तत्र आं सम्यक् एव. तत्र एकमेव, तत्र सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते एव तादृशं प्रक्रिया अस्ति. अस्तु, तिगन्त तत्र नास्ति. तत्र नास्ति, तदेव अग्रिमप्रक्रिया अस्ति. परन्तु तत्र तादृशी प्रक्रिया अस्माकं नामपदानां कृते तत्र तादृशी प्रक्रिया प्रदर्शिता अस्ति. अग्रिमं पठतु महोदय. अस्तु, परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतं, न सिद्धान्तकौमुद्यां, न वा अन्यत्र. अधुना एव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पाय पुष्पया. तया सर्वे 2000 धातवः 14 भागेषु विभक्ताः, 9 अजन्तधातूनां श्रेण्यः, 5 च हलन्तधातूनां श्रेण्यः. अजन्तधातवः अन्यक्रमेण आयोजिताः, हलन्तधातवः उपधाक्रमेण विभक्ताः, सोरि, अजन्तधातवः अन्त्यक्रमेण आयोजिताः, हलन्तधातवः उपधाक्रमेण विभक्ताः. किमर्थं तथा? पाणिनेः सूत्राणि तथा सन्ति. अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरस्य अनुसृत्य अन्तिमस्वरम् अनुसृत्य भवति. अतः मात्रा एवमेव रीत्या अजन्तदातवः विभक्ताः, अकारान्ताः आकारान्तः, इकारान्तः ईकारान्तः, उकारान्तः ऊकारान्तः, ऋकारान्तः ऋकारान्ताः, एजन्ताः च. हलन्तदातूनां कृते पाणिनेः सूत्राणां कार्यम् उपधाम् अनुसृत्य भवति, नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य इति. अतः तत्र हलन्तदातूनां कृते अदुपद, इदुपद, उदुपद, ऋतुपद, शेषधातवः चेति. अस्तु, यद्यपि वयं दृष्टवन्तः सिद्धान्तकौमुद्यां, यद्यपि पाणिनेः सूत्राणि अन्तिमपदम् अनुसृत्य सन्ति, नामपदः भवतु वा तिङन्तपदः भवतु, अत्र केवलं नामपदे विषये एव तादृशानि विभागाः वयं द्रष्टुं शक्नुमः सिद्धान्तकौमुद्यां अन्यग्रन्थायाम् अन्येषु ग्रन्थेषु. परन्तु किमर्थम् एतादृशी भवति इति, एतादृशं सुलभाय भवति इति चेत्, पाणिनीयसूत्राणि तादृश एव सन्ति. अकारान्तां कृते आकारान् कृते अन्त्यवर्णमनुसृत्य अथवा उपधायाः यः स्वरः अस्ति तदनुसृत्य सूत्राणि सन्ति. परन्तु इदानीं धातूनां कृते तादृश कोऽपि न कृतः इदानीं पर्यन्तं, यथा मात्रा दीक्षित अस्तु, अधुना एव प्रथमवारं पुष्पादीक्षित दीक्षित तादृशी प्रक्रियायाः अन्वेषणं कृतवती अस्ति, यत्र तया सर्वे द्विसहस्रधातूनां धातूनां विभजनं कृतमस्ति चतुर्दशभागेषु, यथा अजन्तशब्दानाम् अन्ते नव अजन्तशब्दा अजन्तधातूनाम् अन्ते या अजन्त धातवः सन्ति, अकार आकार अजन्तधातूनाम् अन्त्यायोजिताः अजन्तधातूनाम् अकारान्त दीर्घ अकारान्त इकारान्त दीर्घ इकारान्त उकारान्त दीर्घ उकारान्त ऋकारान्त अपि च ऋकारान्त अपि च एजन्तदातवः इति नव नव नव, अपि च हलन्तदातूनां कृते उपादायां किमर्थमिति चेत् पाणिनीयसूत्राणि तादृशानि तादृशमेव सन्ति, हलन्त सोरि उपादायां यत् स्वर अस्ति तेन आधारेण एव पाणिनीयसूत्राणि अपि सन्ति, अतः उपादायां यत् अस्ति तत्र लघु एव लघुवर्णानाम् एव यत् उपादायां वर्णाः सन्ति उपादायां तादृश एताम् आधारीकृत्य अदुपद इदुपद उदुपद ऋदुपद इति, अपि च शेषधातवः इत्युक्ते दीर्घवर्ण स्वराः सन्ति चेत् शेषभागे अस्ति शेषविभागे तत्र स्थापितमस्ति धातून् तत्र स्थापितम् सम्यक्, अतः श्रेणीकरणं कृतम् अजन्तदातवः हलन्तदातवः इति श्रेणीकरणं माता पुष्पादीक्षितेन कृतम्। अस्तु, अग्रिमपरिच्छेदः पठति वा महोदय? आम्, अधुना दिवादिगणे सार्वधातुकलकारणं रूपाणि कथं भवन्ति इति वीक्षामः सोरि वीक्षताम्। दिवादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम्, प्रथमधातुगण इत्युक्ते अदन्तम् अदन्त पुष्पादीक्षिताय अस्ति अकारान्तः अतः अङ्गमकारान्तः धातोः एव अस्तु अस्तु धातोः एव अस्तु अस्तु दिवादिगणः अस्तु अस्तु अङ्गस्य आधारेण न एते धातूनाम् अन्तिमवर्ण अस्तु परन्तु प्रथमधातुगणसमूहे के गणाः अन्तर्भूताः प्रथमगणः धातुगणसमूहः इति अस्ति धातुगण अकारान्त एव अकारान्त दिवादिगणः प्रथमधातुगणसमूहे इति अस्ति किल तत्र सर्वं यत्र अङ्गम् अदन्तं कुत्र कुत्र अङ्गम् अदन्तं भवति चतुर्षु गणेषु भवति तदेव प्रथमगणधातुगणसमूहः अस्तु अस्तु प्रथमगणसमूहः अस्तु भुवादि अनन्तरं भगिनि अत्र धातूनाम् आयोजनं अङ्गस्य एव वा भवति वा अथवा अकारान्तः आकारान्तः इति वा अङ्गस्य एव भवति वा अथवा मूलरूपे अस्ति तत् अनुबन्धलोपानन्तरम् एव वा अनन्तरमेव अनन्तरम् अनन्तरं किमर्थम् इत्युक्ते यदा अनुबन्ध सहितं धातुः स्वीकुर्मः चेत् कुत्रापि वयं स्थापितुं न शक्नुमः अन्ते सर्वत्र प्रायः हलन्तवर्णाः भवेत् वा अनुनासिकवर्णाः भवेत्, अतः लोपानन्तरं यद् धातुः अवशिष्यते तद् तत्र श्रेणीकरणं तत्र श्रेणीकरणं पुनः वयं अदन्त अङ्गस्यापि तत्रापि श्रेणीकरणं कृतवन्तः, तत्रापि वयं द्रष्टव्यम् अस्माभिः द्रष्टव्यं खलु. आं तद् अनन्तरं द्रष्टव्यं, यदा वयं भू इति धातुः स्वीकुर्मः चेत् भू धातुः ऊकारान्तधातुः, अनन्तरमेव वयं भव इति अङ्गं निर्मामः किल, तदा तद् भिन्न एतद् भिन्नम् श्रेणीकरणम्. अतः यदा पाणिनीयधातुपाठे वयं द्रष्टव्यं चेत् वयं भू इति धातुः ऊकारान्तधातुः इत्येव तत्र एव वयं तद् धातुः लभ्यते, भव इति आकारान्त इति तत्र न स्थापितम्. अवगच्छति वा? आमां इदानीम् अवगच्छ, किञ्चित् भ्रमः अभवत् कुत्र वयं श्रेणीकरणम् अत्र अस्ति, यद्यपि अस्ति धातूनाम् एव अस्ति. अधुना कुत्र कुत्र प्रथमगण धातुगणसमूहे एकं तापतने तावत् केन अधुना दिवादिगणे सर् ततः खलु भगिनि, ओके अधुना अस्तु वीक्षितां. दिवादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तं दिवादिगणे अस्तु, यद्य अदन्तं षण् प्रत्ययस्य शकारस्य इसं न श्रूयते महोदय. रघुपतिमहोदय पवर् कट् अभवत् वा इति अवशिष्यते, या इति अवशिष्यते यकार इदानीं श्रूयते, मध्ये न श्रुतवन्तः महोदय वयं. एकवारं पुनः पठामि, श्रूयते वा इदानीं? इदानीं सम्यक्तया श्रूयते, लशक्व सदिते इति. अस्तु, षण् प्रत्ययस्य षकारस्य इत्संज्ञा लशकत्वद्दिते इति सूत्रेण नकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण तस्य लोपः या एव अवशिष्यते इत्येव अवशिष्यते. दिवादिगणीयधातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते य इत्यस्य अकार भवति एव, यथा नृत् योग षन् तत्र नृत् योग य एव अवशिष्यते, शकारपकारयोः लोपः भवति, नृत्य इति भवति. इदानीं दिवादिगणस्य अस्मिन् गणे सर्वत्र अदन्तम् अस्तु. दिवादिगण प्रथमगणसमूहे अस्ति यत् अदन्तम् अङ्गसमूहे अस्ति, अत्र अस्मिन् गणे अङ्गं सर्वत्र अदन्तम् इति किमर्थमिति चेत् षण् प्रत्यय विहितः, तत्र यकार एव या वर्ण अवशिष्यते, यकार अपि च अकार, अतः अन्तिम अकार अस्ति, अतः सर्वत्र अकार एव श्रूयते, अदन्तम् अङ्गं भवति षण् विकरणप्रत्ययेन, यथा नृत्ययोगय नृत्य इति. सम्यक्, अतः अङ्गम् अदन्तं, दिवादिगणे अङ्गम् अदन्तं, सम्यक् अस्तु. राजेन्द्रमहोदय पठति वा? आं भगिनि. पूर्वमेव अस्माभिः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययाः साधिताः. पूर्वतने पाठे अदन्ताङ् तिङ्प्रत्ययोः संयोजनं कथं भवति, परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना दिवादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणं विधिः अस्माभिः ज्ञायेत. अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निर्मितं तत् तथा अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के अपि च अङ्गतिङ्प्रत्ययसंयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता. पूर्वम् अस्माभिः पठितं सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययः साधितः आसीत् अस्माभिः. पूर्वतनपाठे अदन्त अङ्ग तिङ्प्रत्ययोः संयोजनं कथं भवति, परस्मैपदे धातूनां कृते अपि च आत्मनेपदे धातूनां कृते, तदपि अवलोकितम् अस्माभिः पूर्वम्. अधुना दिवादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणं विधिः अस्माभिः ज्ञायेत. अस्मिन् पाठे दिवादिगणे यदा पठामः, दिवादिगणं यथा पठामः तत् धातूनां कृते अङ्गं कथं निर्मितं तत् अस्माभिः इदं ज्ञायेत. अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. सामान्यचिन्तनम् अपि च विशेषचिन्तनं कथं किम् अस्ति दिवादिगणे, तत् अपि अस्माभिः अवलोकयामः. एकवारम् अङ्गं निर्मितं तथा अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययः के अपि च अङ्गतिङ्प्रत्ययसंयोजनविधि अस्माभिः ज्ञायते एव. यथा पूर्वम् अस्माभिः पठितवन्तः, एकवारं यथा दिवादिगणे अङ्गं निर्मितं भवति, तत् अनन्तरं चतुर्णां लकाराणाम् इत्युक्ते लट् लोट् लङ् विधिलिङ् इत्येषु कृते अवशिष्टं कार्यं यथा सिद्धतिङ्प्रत्ययः के अपि च अङ्गतिङ्प्रत्ययसंयोजनं विधि किम् अस्ति, कथम् अस्ति, तत् अपि अस्माभिः पूर्वं ज्ञातवन्तः. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. इदानीम् अस्माकं मुख्यकार्यमस्ति अदन्तम् अङ्गं कथं निर्मितं. हस्ते एकवारं यथा अङ्गम् अस्ति तत् लट् लोटि लङि विधिलिङ्गि च तिगन्तबुद्धिः अस्माभिः प्राप्तः पूर्वमेव. आम्, यदा अङ्गं निर्मितं चेत् यदा वयं भुवादिगणे कृतवन्तः तादृशप्रक्रिया एव इद अत्रापि आगच्छति. विशेषदातवः सन्ति चेत् विशेषप्रक्रिया तावदेव. आं, तत्र समानकार्यम्. आं महोदय, अग्रे अपि महोदय. अस्तु, तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. अत्र तु यथा पूर्वं पठितं तत् अपि अस्मिन् वाक्ये अपि तथैव अस्ति. यथा एकवारं यथा अस्माभिः हस्ते अङ्गनिर्माणं कथं भवति तत् जानीमः. अनन्तरं तत् लट्टि लोटि लङि विधिलिङ्गि रूपाणि कथं साधयामः तत् अपि वयं जानीमः, पूर्वमेव जानीमः. अग्रे भगिनि. आम् आं महोदय. एकवारं दिवादिगणे चतुर्णां लकाराणां तिगन्तरूपाणि कथं सन्ति इति पश्येम. तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्त अङ्गस्य ज्ञानेन सर्वाणि तिगन्तरूपाणि नाशीयन्ते. अत्र दृष्टान्ते परस्मैपदे नश् धातुः अङ्गम् अस्ति. नश् नश् योगिष्यन् नश्य नश्य तत् लटि सिद्ध प्रत्यया अपि च लट् लकारे तिगन्तरूपाणि. अत्र सिद्धरूपाणि अस्ति तीथः अन्ति सीथः थ मी वः म नश् यथा नश्य अस्माकम् अङ्गम् अस्ति तत् अङ्गम् अपि च तस्य सिद्धतिङ्प्रत्यया संयोज्य तस्य रूपं निष्पन्नं भवति. नश् योगति नश्यति नश्य योगतः नश्यतः नश् योग अन्ति नश्यन्ति नश् योगसि नश्यसि नश् योगतः नश्यतः नश् योगथ नश्यथ नश्य योग आमि नश्यामि नश् योग आव नश्याव नश्य योग आम नश्याम आमः नश्यामः नश्यावः नश्यामः. सम्यक्. आम्, लोटि अपि पठतु महोदय. अस्तु, लोटि सिद्ध प्रत्यया सन्ति. तु तात् विकल्पेन तात् आगच्छति. त ताम् अन्तु शून्य तात् विकल्पेन प्रथम एकवचने मध्यं पुरुषे तत् शून्य अपि च तात् अपि आगच्छति अन्ते तं त आनि आव आम आम यदा वयं नश्य अङ्गं स्वीकुर्मश्चेत् तत् नश्ययोग तु नश्यतु नश्ययोगतात् नश्यतात् नश्ययोगतां नश्यतां नश्ययोग अन्तु नश्यन्तु नश्य अत्र शून्यम् अस्ति अत्र हि यथा प्रत्ययः सिद्धप्रत्ययः अस्ति तस्य लोपः भवति यथा अदन्तम् अङ्गम् अस्ति तत्कारणात् अतः तत्र स लोपः भवति नश्य विकल्पेन नश्यतात् नश्ययोगतात् नश्यतात् नश्ययोग नश्ययोग तम् इति मुद्रणदोषः नश्यतं मुद्रणदोषः अस्ति नश्यतं नश्ययोगत नश्यत नश्ययोग आनि नश्यानि नश्ययोग आव नश्याव नश्ययोग आम नश्याम रूपं सम्यक् धन्यवादः महोदय. अरुणा भगिनी लङ्गी विधिलिङ्गी करोति वा? आं भगिनि लङ्गी सिद्धप्रत्ययः लङ्लकारे तिङन्तरूपाणि परस्मैपदेन प्रथमपुरुष ताम् अन् अनश्यत् अन्यश्यताम् अनश्यन् लङ्लकारे लङ् लुङ् लुठो षड्वादेन अडागम् आगच्छति अतः अन्यस्यत् अनश्यत् अनश्यताम् अनश्यन् द्वितीयमध्यमपुरुषे सकार तं त अनश्यः अनश्यत्तम् अनश्यत उत्तमपुरुषे अं वा मा अनश्यम् अनश्याव अनश्याम रूपाणि भवन्ति. विदलिङ्गसिद्धप्रत्ययः विदलिङ्गलकारे तिङन्तरूपाणि इत् इतां इयुः नश्येत् नश्येताम् अनश्येयुः मध्यमपुरुषे इह इताम् इता नश्येः नश्येतं नश्येत उत्तमपुरुष विषये इयम् इव इम नश्येयं नश्येयं नश्येव नश्येम. सम्यक्. अतः यदा वयम् अस्माकं हस्ते अङ्गम् अस्ति चेत् नश्य इति अङ्गं खादितवन्तः चेत् तत्र यदा अस्माकं तिङ्प्रत्यये योजनमेव. परन्तु केचन स्थलेषु यदा नश्ययुगः अन्ति इति भवति तत्र कार्याणि तु भवति एव. सूत्रं स्मरति वा भगिनि? नश्ययुगः अन्ति जो अन्तः इति सूत्रेण जकारस्थाने न तत्तु सुबन्त ओहो जोन्तः इति सूत्रेण अन्त तद् सम्यक्. परन्तु नश्ययोगः अन्ति इति सूत्रे क्षम्यताम् अस्मिन् स्थले नश्यन्ति इति रूपं कथं साधयामः? अतोगुणे अनन्तरं सम्यक् नश्यन्ति जोन्तः सम्यक् जोन्तः तु मूलतः सिद्धप्रत्ययसाधनार्थं सम्यक् एव. अनन्तरं नश्ययोगः मि इति स्थितौ कथं नश्यामि इति भवति? सम्यक् अतो दीर्घो सम्यक् सम्यक् दीर्घत्वं प्राप्नोति तावदेव. तदेव कार्यम् अङ्गमस्ति इदानीं सिद्धप्रत्ययः योजनीयम् अत्र किमपि कार्याणि यदा मेलनसमये किमपि कार्याणि यथा इदानीं भवति तादृशकार्यमेव भवति अन्यत् किमपि न. सम्यक् अस्तु भगिनि भवती एव दिवादिगणस्य आत्मनेपदी तत्र लटी करोतु भगिनि. अरुणा भगिनि आत्मनेपदी लटि सिद्धप्रत्ययः विद्धातु विद्धातु योगाश्यान् विद्या इति अङ्गं लट्लकारे ते एते इते अन्ते विद्यते विद्येते विद्यन्ते मध्यमपुरुषे इथे द्वे विद्यसे विद्येते विद्यद्वे उत्तमपुरुषे ए वहे महे विद्ये विद्यावहे विद्यामहे तत्रापि अस्माकम् अतो दीर्घो यै विद्यावहे विद्यामहे अस्तु विद्यायोगः इते कथं विद्येते इति भवति इकारस्य स्थाने एकारः गुण भवति इको इको एनेज् न तत्र अतोनितः इति अतोनित इ आदेशः खलु विद्यायोगः इते इत्यत्र अकारः इकारः गुणसन्धिः एव किल यण् सन्धिः नास्ति गुणसन्धिः आयोगः ये भवति सम्यक् अस्तु महोदय रघुपतिमहोदय अग्रिमत्रयं करोतु वा लोटि लङ्गि विधिलिङ्ग् लोटि सिद्धप्रत्ययः ताम् इताम् अन्ताम् स्व इथां ध्वम् ऐ आवहि आमहि ताम् इति विद्यतां विद्येतां विद्या इति विद्येतां विद्यन्ताम् विद्यस्व विद्येतां विद्यध्वम् विद्यै विद्यावहै विद्यामहै इति अग्रे लङि त इताम् अन्त अविद्यत अविद्येताम् अविद्यन्त श्रूयते वा भगिनि आम् आम् श्रूयते अविद्यन्त अविद्यताः अविद्येताम् अविद्यध्वम् अविद्यै सोरि अविद्ये अविद्यावहि अविद्यामहि इति अत्रापि अविद्यावहि अविद्यामहि अतो दीर्घो यै किल अतो दीर्घो यै आमाम् अतो दीर्घो यै परन्तु लोटि लोटि तु आडुत्तमस्य तद् भवति वा तत्तु आडुत्तमस्य पिच्च इत्यनेन आडागमः तत्र पूर्वमेव आगच्छति आवहै आमहै इति अतः विद्यायोगः आवहै विद्यायोगः आमहे आमहे अत्र प्रायः अस्माकम् अतोगुणे अतोगुणे सर्वर्णदिव्यसन्धिः भवति वा विद्या आवहै तदपि विद्या विद्यावहै तदपि भवति तत् अस्तु पूर्णतया यदा वयम् अग्रे अग्रे पठामः तत्र पूर्वं किं भवत् इति स्मरामः एव अतो दीर्घो यै एव महोदय एतावहे एतामहे तत्तु लट्लकारः किम् इदानीं किं लोटि लोटि इति लोटि किमर्थं लोटि एव न दत्तमस्ति लङ् अस्ति विधिलिङ्ग् अस्ति एकनिमिषम् अस्तु लोटि अस्ति अकस्य अकस्सवर्णे दीर्घः एव अकस्सवर्णदीर्घः आद् गुणः इति अस्माकं गुणसन्धिविधायकसूत्रं तर्हि विधिलिङ्ग् विधिलिङ्ग् सिद्धप्रत्ययः ईत ईयाताम् ईरन् विद्येत विद्येतां विद्येयातां विद्येरन् ईताः इयाथाम् ईध्वं विद्येताः विद्येयातां विद्येध्वम् ईय ईवहि ईमहि विद्येय विद्येवहि विद्येमहि इति सर्वत्र अत्र सर्वत्र अत्र ईत विद्ये गुणः भवति सर्वत्र आत्गुणः अकारात् आत्गुणः इति सूत्रेण तत्र सर्वत्र इकार अस्ति परम् अतः आद्गुणः इति सूत्रेण गुणः भवति विद्येत विद्येता विद्येयातां विद्येरन् इति अग्रे अपि पठतु महोदय अग्रे केवलम् अङ्गं च लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं दीयते ततः चतुर्णां लकाराणां सर्वाणि रूपाणि ज्ञायन्ते अस्तु लट्लकाररूपम् एव लट्लकारस्य प्रथमपुरुष एकवचनरूपम् एव दीयते एकवचनरूपमेव अस्तु दिवादिगणे दिवादिगणः चत्वारिंशदधिक एकशतं दातवः गतपाठे तु सहस्र सहस्रदातवः आसीत् किल आमाम् अत्र तु चत्वारिंशदधिक एकशतदातवः एव दिवादिगणे अतः विशेषदातवपि न्यूना एव न तत्रापि अस्ति तत् यद्यपि तत्र सहस्रदातवः आसीत् तत्र पञ्चाशत् एव पञ्चाशत् प्रायशः पञ्चाशत् विशेषदातवः सन् आसन् अत्र यद्यपि शतम् अस्ति तत्र अत्र न्यूनमेव बहु विशेषदा किमर्थम् इत्युक्ते अत्र सामान्यदातवः एव पञ्चदश अधिक एकशतम् अस्ति अतः अग्रे किमपि अस्ति तदेव विशेषदातवः अस्तु विशेषदातवः पठतु सामान्यदातवः तत्र सामान्यदातवः पञ्चदश अधिक एकशतं धातवः सन्ति येषां धातूनां कृते किमपि कार्यं नास्ति केवलं वर्णमेलनं सामान्यदातवः इगन्तदातु वा लघु ईगुपदधातु वा चेत् सारदातकमपि नितित इति सूत्रेण गुणनिषेधः अतः किमपि कार्यं नास्ति वर्ण मेलनमेव वर्णमेलनमेव अकारान्तदातवः माङ् माने इति अस्ति माने मापनार्थे मा इति मायोगशन् मायोगशन् माया इति अङ्गमस्ति मायायोगते मायते इति लटि मायते रूपं मायते माङ् माने इति दत्तमस्ति किल तत्र माने इति यदर्थं दत्तम् अर्थः दत्तः तत्तु पाणिनिना दत्तं यद् मापनार्थे इति महोदयेन स्थापितम् माङ् माने अस्ति अस्तु अस्तु माङ् माने ओके मानम् इति परन्तु मापनार्थम् इत्युक्ते मेशरिङ्ग् इति अर्थे भवति किल मान आमां मान अतः मापनम् अस्तु अग्रे अपि पठतु ईकारान्त ईकारान्तदातवः दशदातवः सन्ति सर्वे आत्मनेपदिनः गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति अपि च ई योग य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति ई योग य इति अस्तु तत्र सन्धिकार्यं नास्ति यणसन्धि अत्र य एव भवति वा इको यणचि इत्यत्र इकः स्थाने यण् आदेशः भवति तत्र इक् वर्णः ई अन्त ई इत्यस्य ग्रहणं न भवति वा किमर्थं भवति परन्तु भवति एव आमां भवति खलु यय इति तत्र यकारस्य लोपः भवति वा प्रायः पश्यामः ओके अस्तु तीङ् पाने इति अस्ति द्विवादिगणे पि धातु अस्ति पि योग शन् गुणः न भवति पीय इति भवति पीय इति अङ्गम् अस्ति पीयते इति ईङ् गतौ तथैव इदानीम् अवगतम् इको यण् अचि इत्यत्र ईकारस्य ईकारस्य परवर्णः अच् वर्णः भवेत् एव यण् सन्धिः प्राप्तिः ओ अस्तु अस्तु अस्तु अस्तु अस्तु आमामाम् अस्तु अत्र हल् अस्ति हल् वर्णः अस्ति विस्मृतवान् ईयोग ईङ् गतौ इति अस्ति ईयोग षन् ईय ईयते इति गच्छति इत्यर्थः प्रीङ् प्रीतौ इति अस्ति प्रसन्नः इति प्रीयोग षन् प्रीय योग ते प्रीयते इति प्रसन्नः भवति प्रीयते रीङ् श्रवणे इति अस्ति रीन् योग षन् रीय रीयते ज्वलं वहति ओके वह श्रवणे अस्तु स्रवति जलं वहति रीयते व्रीङ् वृणोत्यत्ते ओके आच्छादयति आवृणोति अस्तु व्रीयोग ष्यन् वीय इति अङ्गं भवति व्रीयते आच्छादयति डीङ् विहायसा गतौ विहायसा गतौ ओके डयनार्थं तत्ते डीयोग षन् डीय योग डीय डीयते पक्षी डीयते अस्तु उड्डीयते अस्तु डीङ् क्षये इति डीयोग षन् दीय दीयते क्षीणः भवति न्यूनी भवति दीयते अस्तु दीयते इति भगिनी दा इति दातुः तत्रापि दीयते कर्मणि प्रयोगं भवति वा दीयते इति भवति खलु दीयते इति एव वा आगच्छति तत्र धा दातु दा दातु तत्रापि अस्माकं यक् विधीयते वा हा यक् विधीयते तत्र यत्र ईकारः भवति यक यत्र दीर्घ आकारः अस्ति दीयते चिन्तयामि तत्र तत् भिन्न भिन्न अर्थः अस्ति अत्र क्षीणा भवति इति अस्ति दीयते इति अस्तु धीङ् आधारे धारणं करोति अस्तु धीयोग षन् धीय धीयते धारणं करोति धीयते धीः धारणं करोति धी तद् अन्यदपि अस्ति वा धीः इति बुद्धिः अस्ति खलु बुद्धिः अस्ति एतत् भिन्नमस्ति एतद् भिन्नम् अस्तु मीङ् हिंसायां मीयोग षन् मीय मीयते हिंसा करोति अस्तु मीयते लीङ् श्लेषे लीयोग षन् लीय लीयते विलीनः विलीनः भवति तत् लीनं भवति षन् विलीनः इत्युक्ते सिक् इति भवति इति वा न न विलीनः इति न न लीन लीनः भवति गेट् अब्सार्ब्ड् इन् देट् भगवन्ते लीनः भवति भगवन्ते प्रादेशिकभाषायाम् अस्ति लीनः लीन इति वा कन्नडभाषायाम् अस्ति लीनः अस्ति तदर्थे एव अस्ति विलीनः लीनः एकः भवति तत्र गेट् अब्सार्ब्ड् भगवन्तः आत्मा विलीन विलीनः भवति इति भक्त्या भक्त्या विलीनः भवति मीरा मीराबाय् इति वक्तुं शक्नुमः अग्रे अपि पठतु महोदय ऊकारार्थदातवः धातुद्वयम् अस्ति द्वौ अपि आत्मनेपदिनौ अस्तु शूङ् प्राणिप्रसवे इति अस्ति सूयोग शूङ् इति अस्ति शहसः इति धातु इति सूत्र सकारः भवति सु इति सूयोग शन् सूयोग य सूय इति अङ्गं सूयते सूयते इत्युक्ते ओके अस्तु जनयति प्रसूयते अस्तु प्रसूयते इति प्रसिद्धं जानयति सूयते इति अहं न दृष्टवान् कुत्रापि सूयते प्रसूयते इति अस्तु सूयते अपि च दूङ् परितापे दूय इति अस्ति दूयते दुःखी भवति अस्तु दूयते अस्तु दूयते दूषणं न न तत् भिन्नमस्ति वा? दूषणम् इति तद् भिन्नमस्ति, भिन्नधातुः अस्ति वा? दूषणं दूषणं करोति, दूषणं दूषणं करोति, दूष इति क्रिटिसैज् करोति इति. आम् आम् आम्, परन्तु तत् भिन्नमस्ति धातुः. आं प्रायः धातुः भिन्नः, धू इति धातुः एव वा तत्र? न जानामि भगिनि, प्रायः अत्र दुःखी भवति दूषणेन सर्वे दुःखी भवन्ति, अतः चिन्तितवान् धू इति प्रायः धू इत्यस्य अपि किमपि अर्थः भवेत् महोदय, अतः एव दूषणं दुःखम् इति सर्वं धू धू इति आगच्छति. इदानीं राजेन्द्रमहोदय, राजेन्द्रमहोदय पठति वा अदुपद इदुपद? आं भगिनि, अद् उपद उपदधातवः नवदश धातवः सन्ति. नश् अदर्शने नश् योग अत नत्वं नकारः आगच्छति तत् अत्र तत्र धातो आदे नोनः सूत्रेण भगिनि? आम् आम् नोनः नश् योगिष्यन् नश् योगय यकारः नश्य इति अङ्गं नश्य योगति नश्यति नश्यति शक् विभाषितौ मर्षणे शक् योगिष्यन् शक्य इति अङ्गं शक्य योगति शक्यति अपि च शक् योगते शक्यते कथम् अत्र शक्नोति इति अर्थे भवति, परन्तु शक्यति शक्यते इत्येव रूपं शक्नोति इति अस्माकं सुवादिगणीयधातुः किल? उभयपदी उभयपदी धातुः अस्ति वा? शक् इति उभयपदी धातुः, उभयपदी धातुः. अन् प्राणने अन् योगिष्यन् अन् योगि यकारः अन्य ते अन्यते जीवितः तिष्ठति अन्यते जीवितः तिष्ठति. भगिनि तत्र शक्नोति इति स्नु धातु अन्यद् अङ्गमस्ति क्रियादिगणे अस्ति वा? स्नु न न न न स्वादिभ्यः श्नु इति अनेन शक्नोति इति रूपम् आगच्छति. अत्र अर्थम् अर्थं शक्यति इत्यस्य अर्थः अस्ति शक्नोति अतः तादृशं शक्नोति इति रूपं नास्ति, अर्थः स्वादिगणीय स्वादिगणीय शक्नोति अस्तु शक्नोति इति स्वादिगणीय धातुः अस्ति. शक्नु इति धातुः शक् इति धातुः शक्नु इति न शक्नु इति अङ्गं शक् इति धातुः अत्र भिन्नप्रक्रिया अस्ति महोदय. किमर्थम् इत्युक्ते अनदन्तम् अङ्गं किल अङ्गं स्नु इति भवति खलु भगिनी, तत्र गुणः भवति शक्नोति इति भवति वा? तत् तत्र शक्य योगः स्नु इति आगच्छति. ति आधारिक ति तिप् अस्ति अतः अङ्गं गुण अङ्गस्य गुणः भवति शक्नो गुणः भूत्वा शक्नोति इति भवति. पद् गता पदयोगिष्यन् पदयोगिय पद्य पद्ययोगते पद्यते गच्छति भवति घटितो भवति. रद् रद् योग रद् रद्य रद्यति मन् अस अत्र तत्र रूपमेव दत्तमस्ति. रद् रद्य रद्यति मन् मन्य मन्यते तप् तप्य तप्यति शप् शप्य शप्यति नब् नब् नब् नभ्य नभ्य नभ्यति अस् अस्य अस्यति जस् जस्य जस्यति तस् तस्य तस्यति दस् दस्य दस्यति वस् वस्य वस्यति मस् मस्य मस्यति स्नस् स्नस्य स्नस्यति नः नः नह्य नह् नहयति नहयति नयति. अत्र रूपाणि दत्तमस्ति अदुपद दातवः ये सन्ति तेषां रूपाणि अत्र दत्तमस्ति. प्रायः अद्य अत्र एव स्थगयामः, समयः जातः महोदय. तत्र रूपाणि यद्यपि दत्तमस्ति, अर्थः तु अस्माकं पाणिनीय तत् पुस्तके अस्ति, पाणिनीयधातुपाठः इति पुस्तके अर्थः अस्ति. यदा द्रष्टुम् इच्छति चेत् तत्र द्रष्टुं शक्नुमः. इदुपदधातवः वयम् अग्रिमसप्ताहे कुर्मः, किमर्थम् इत्युक्ते अस्तु अग्रिमसप्ताहात् अस्माकं डेलैट् सेविङ्ग् आरम्भम् अभवत् भवति भविष्यति क्षम्यताम् भविष्यति. अतः रघुपतिमहोदय भवतः कृते एव समयपरिवर्तनं भवति. अस्तु इदानीं षड्वादने सप्तवादने आगच्छति वा महोदय भवान्? आमां सप्तवादने अस्ति. अतः एकघण्टा पूर्वं ओके षड्वादने. षड्वादने आम् अस्तु अस्तु भगिनि, तदेव मम कृते सम्यक् भवति. सम्यक् भवति वा? उत्तमम्. अस्तु अस्तु, अग्रिमसप्ताहे मिलामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.